नमस्कारः. तव्यत्तुमन् तृच् इकरपत्रम् अनुवर्तते, तर्हि सृज धातुः तथा आरभ्य क्षम्यतां, सरला भगिनी भवती आरभ्य. अस्तु, सृज् धातु सृज् रसो झल् झलं किति इत्यनेन सृज् धातो अम् आगमः भवति कित् भिन् जलादि प्रत्ययपरे. सृज् योगतव्यत् सृज् रसो झल्यं झलं किति सृज् योग अं योगतव्य सृ अ ज योगतव्य इको यणचि सृज तव्य व्रश भ्रश सृज मिज सृज मिज यज राज भ्राज जश्रांश अनेन स्रश् योगतव्य स्नाष्टुः स्रष्टव्य स्रष्टव्यं तथैव सृज् योगतुमन् अस्ति सृज् दश झल्यम् अङ्किति अनेन सृज् अं तुमुन् सृ अ ज तुम् इको यणचि स्रज्तुं वृषभश सज अनेन स्रश् योगतुं स्नाष्टुः अनि स्रष्टुं समानप्रक्रिया सृज् योगतृच् तत्र भवति स्रष्टा इति स्रष्टृ भूत्वा स्रष्टा इति आगच्छति पदम्. अहं झटिति पठामि कारणं किं भवत्या गन्तव्यं. सृज् दशो झल्यं किति सूत्रं पठामि. सृज् धातोः च दृश् धातोः च अम् आगमो भवति कित् भिन्न जलादि प्रत्ययपरे. सृजिश्च दृश्च तयोर् इतरितरद्वन्द्व सृज् दशौ तयोः सृजि दशोः न कित् अकित् नञ् तत्पुरुष तस्मिन् अकिति. सृज् दशो षष्ठ्यन्तं झलि सप्तम्यन्तम् अं प्रथमान्तम् अकिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं सृज् दशोः अं झलि अकिति. अस्तु, सृज् दशो झलि अङ्किति इति सूत्रेण सृजति ऋजुपदचकारान्तधातुः अस्ति. अनेन अम् आग सृजशो झल्यम् अङ्किति अनेन अम् आगमो भवति. अम् आगमो यदा भवति तत्र आगमः कुत्र आगच्छति. अम् इति मित् अस्ति. मित् भूत्वा मिदिचान्तर मिदिचौ अन्त्यन्तरपर अनेन सृ इति यत्र ऋकार ऋक ऋक् ऋद्धु अस्ति तत्र ऋत् अस्ति तस्य परे आगच्छति अम् अकार तत्र आगच्छति. तो यदि तव्यत् तत्रिष् तं तुमन् एते प्रत्ययाः वयं जानीमः जकारान्तधातु आवल्यां सृज् धातु इति अन्यत् अस्ति. तो तत्र इदागमचिन्तनं नास्ति. तु तव्यत् तुमन् तृष् एते सर्वे कृत् प्रत्याः तस्य परे अकिति परे इति अकिति परे प्रत्य कित् भिन्न अस्ति यथा इति अहं चिन्तयामि. पर्युदास प्रतिषेध भवति कारणं कि यत् प्रत्य सृज् दशो झलि अम् आदेश तत्र भवति यत्र कित् भिन्न प्रत्यय भवति किन्तु यत् कित् अस्ति तत्र न भवति. तो तव्य तुमन् तृष् ते प्रत्ययाः कित् भिन्न प्रत्ययाः सन्ति आदधातुकप्रत्ययः. अतः सूत्रस्य प्रसक्ति प्राप्ति अपि भवति. तो सृज् अम् यत् आगच्छति तत् सृयोग तयोः मध्ये इको यरचि अनेन रेफा आगच्छति सृ इति भवति. सृयोग ज सृज् तव्य इति सृज् तदनन्तरं व्रश्च भ्रश्च सृज राज सूत्रेण साक्षात् उल्लिखितम् अस्ति सृज्. तो अत्र शक् अलोन्त्यसनेन अन्तिम अल्वर स्वीकर्तव्य तत्र शकार मूर्धन्यशकार आगच्छति. तु तत्र स्रश् भवति. तदनन्तरं श्नाष्टुः अनेन तव तकारस्य वर्गीयवर्णागच्छति टकारस्य तु टकार आगच्छति षष्टव्यम् इति भवति. त्रिषु लिङ्गेषु रूपाणि भवति षष्टव्या स्त्रीलिङ्गे षष्टव्यः इति पुल्लिङ्गे षष्टव्यम् इति नपुंसकलिङ्गे. सुमन् अस्ति सामान्यप्रक्रिया तत्र भवति स्रष्टुं यत् तृच्छति तत्र स्रष्टृ इति प्रातिपदिकं भवति स्रष्टा इति भवति पुल्लिङ्गे स्रष्ट्री स्त्रीलिङ्गे स्रष्ट षष्ट्रम् इति भवति, षष्ट्र इति भवति नपुंसकलिङ्गे. अस्तु, धन्यवादः भगिनि. अग्रे विमला भगिनी पठति वा भगिनि? धात्वादेशः. आं भगिनि, रूपदयोः समन्यतरस्याम् अज् धातु अजिर्व्यघञ् अपोः, विज् धातु विज इट्. There's a lot of noise online. I don't know. मम एव स्यात् तत्र व्यजनम्. अस्तु अस्तु, मम ऐ हेव् द हेड्फोन्स् अपि अस्ति. अस्तु, विज् धातु विज इट् इति भ्रश् धातु धातुः भ्रश्जो रूपधयोः रमण्यतरस्याम् इति सूत्रं. भ्रश् सूत्रं पठामि, तत्र तस्य पश्चात् भ्रश् धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम् आगमो भवति आर्धधातुकप्रत्यये परे. रम् इति आगमे अकारः उच्चारणार्थं, मकारः इत्सञ्ज्ञकश्च, कौमुदीकारः प्रतिपादयति यदत्र स्थाने इत्यपि अस्ति, आगम इत्यपि अस्ति. एकस्मिन्नेव सूत्रे उभे कार्ये, नाम रेफस्य उपधावर्णस्य च स्थाने भवति. स्थानषष्ठीनिर्देशात् रूपधयोः निवृत्तिः, अपि च रम् इति आगमः अस्ति मित्वाद् अन्त्याद् अजः परः. रम् इत्यस्मिन् अकारः उच्चारणार्थं मित्वाद् अस्तु. रश्च उपधा च तयोरितरेतद्वन्द्वो रूपधे तयोः रूपधयोः, भ्रश्च षष्ट्यन्तं रूपधयोः षष्ट्यन्तं, रमश्च प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. आर्धधातुके षष्ट्यन्तं रमश्च प्रथमान्त आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रस्जो रूपधयोः रम् अन्यतरस्याम् आर्धधातुके. अत्र एकः अस्ति आगमः इत्यपि अस्ति, निवृत्तिः स्थानषष्ठी निर्देश इत्यपि अस्ति. इत्युक्ते अत्र सकारस्य अपि रेफस्य निवृत्तिः भूत्वा तस्य स्थाने रम् इति आगमः भवति. रम् इत्यस्मिन् मकारः इत्सञ्ज्ञकः, अकारः उच्चारणार्थमिति कृत्वा केवलं र अवश्य रेफ अवशिष्यते. अधः दत्तमसि भ्रश् योगः तव्य, अत्र रम् आगमः च, रेफसकारयोः निवृत्तिः भज् इति अवशिष्यते. अत्र रेफस्य आगमेन भर्ज् इति रूपः रूपं निष्पन्नं. भर्ज् योगः तव्य, अत्र भ्रश्च भ्रश्च स्रजमृजयज राजभ्राज छशांशः इत्यनेन श झलिपरे अत्र तव्य तुमुन् तृच् एते सर्वे झलि प्रथमवर्णः झलि अस्ति. भर्ज् भर्ष् भवति, भर्ष्टव्यष्टुनाष्टु इत्यनेन भर्ष्टव्यमिति भवति, भर्ष्टव्यः भर्ष्टव्या भर्ष्टव्यम्. अपि च भ्रष्टुम् इति तुमुन् प्रत्ययान्तरूपे, थ्रच् रूपे भ्रष्टृ इति प्रातिपदिकं, भ्रष्टा भ्रष्ट्री नपुंसके भ्रष्टृ इति रूपं निष्पन्नं भवति. तत्र पश्चात् तद् अभावे यदि अन्यतरस्याम् इत्युक्ते विकल्पेन यदि रमागमः न भवति तदा किं रूपं? भ्रश् योगः तव्य, अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन संयोगाद्योः स्कोः लोपः झलिपरे, अत्र सकारलोपः भवति, संयोगः सकारजकारस्य अस्ति, सकारलोपः भूत्वा भ्रज् इति अवशिष्यते, भ्रज् योगः तव्य. पुनः भ्रश्च भ्रश्च इति सूत्रं कार्यं कृत्वा जकारस्य स्थाने मूर्धन्यषकारादेशः भ्रश् इति भवति, पुनः ष्टुनाष्टु इत्यनेन भ्रष्टव्यं इति रूपं भ्रष्टव्यं भ्रष्टव्या भ्रष्टव्यः भ्रष्टुमिति तुमनन्त भ्रश्च त्रच् योजनेन भ्रष्ट भ्रष्टृ इति भवति भ्रष्टा भ्रष्ट्री भ्रष्टृ इति इत्युक्ते हा पूर्वतन भ्रष्टरूपतयोः इत्यत्र भ्रष्टृ भ्रष्ट्रा भ्रष्ट भ्रष्ट्री भ्रष्टृ इति रूपम् अत्र भ्रष्टा भ्रष्ट्री भ्रष्टृ इति रूपम् यदि रमागमः न भवति स्कोः संयोगाद्यन्ते चेत् कार्यं करोति उचितं वा भगिनि आं भगिनि अवगतम् अधुना ध्वनिः नास्ति खलु भगिनि मम पक्ष न न सम्यक् अस्ति भगिनि आम् तर्हि अजिता तु अन्य कोऽपि करोति किम् आम् मणिमहोदय अजितातुः आम् महोदय अजिदातुः अजिद्योः तव्यत् वेतव्यम् एवमेव अजियोः तुमुन् अजियोः तृच् अजेर्व्यगञ्जवोः अजेर्धातोः वि इत्ययम् आदेशः आदेशः स्यात् आदधातुकविषये गञ्ज् च अप् च रचयित्वा अजेः षष्ठ्यन्तं वि प्रथमान्तम् अगञ्जवोः सप्तम्यन्तं त्रिप्रथमन्तं सूत्रम् आददातुके इत्यस्य अधिकारः अनुवर्तिसहितसूत्रम् अजेः वि आददातुके अगच्छोः अजिधातुः अत्र वि आदेशः धातु आदेशः इत्यनेन अजिस्थाने पूर्णतया वि आदेशः अतः कदा भवति चेत् आदधस्य यदा गञ्ज् अपि अप् अपि अस्ति चेत् अत्र तत्र नास्ति कार्यं न भवति अन्यत्र कार्यं भवति अधः अज् इति स्थाने वि आदेशः वि योः तव्यत् अत्र गुणं भूत्वा सर्वत्वादोत्कृतेन गुणं भूत्वा वेतव्यम् इति रूपं वेतव्या वेतव्यः वेतव्या वेतव्यम् इति तदेव तुन् प्रत्यये वेतुम् इति रूपं भवति तृच् प्रत्यये अपि वेत्रा वेत्री वेत्रु इति रूपं भवति महोदय विद्युदातु पठामि वा अन्य विद्युपि पठतु विद्युदातु उद् योः विज् योः वित्तव्य भवन्दलपदस्य इत्यनेन भवन्दलपदस्य इत्यनेन गुणादेशो प्रसक्तः प्रत्ययः सेट् अधः इत्वत् तस्मात् तिथि निति च इत्यनेन गुणनिषेधः उत् विजितव्यम् एवमेव उत् विजित् उत् योः विज् योः इतुम् उत् योः विज् योः इत्रु विज इति सूत्रं तुदाधिगणीयः विज् धातुः ओ विजि भयचलनयोः इत्यस्मात् सर्वे विद्यमानाः इदादिप्रत्ययाः गित्वत् भवन्ति विजये उत् विजितव्यम् उत् वित्तुम् उत् विजिता ईकृति किम् उद्वेजनम् उद्वेजनीयं विजयः पञ्चम्यन्तम् ईट् प्रथमान्तं द्विप्रथम सूत्रं गाम्बुडादिप्रित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विजयः ईट् ङित् विजय सूत्रं वदति पूर्वं पठितवन्तः विजितातुः अनीक् मध्ये अस्ति इति इदानीम् अत्र विजय दुगादिगणे विशिष्ट कार्यम् अत्र भवति ईडादि अस्ति चेत् अत्र ङित्वत् भवति इति अतः रूपं भवति उद् योः विज् योः हितव्य अत्र गुणकार्यं न भवति भुवनपदस्य प्रसक्तः अस्ति परन्तु नित्वत् इति कारणेन गुणः न भवति अतः रूपं भवति उज् विजितव्यम् इति पुल्लिङ्गे विजित उद् विजितव्यः विजितव्याः उज् विजितव्यम् इति नपुंसलिङ्गे तुम् प्रत्यय अपि उद्योः विज् योः इतुम् उत् विजितुम् इति ध्रुप्रत्ययः उत् विजितृ इति पुल्लिङ्गे उत् विजित्रा उत् विजित्री उत् विजितृ इति रूपं भवति. आम् तदेव महोदय. किमपि अस्ति वा? आम् महोदय, सम्यक् अस्ति. धन्यवादः. तत्र नित्यम् उद्पूर्वकः इति तत्र शब्दकोशे उक्तं. किं महोदय? नित्यम् उत्पूर्वकः विजुधातुः अस्ति इति. नित्यम् उत् इति उपसर्गः आयाति इति तेन सह. नमस्ते भगिनि. यज् धातुः सन्धिविशेषः यज् प्रश्च प्रश्च सृज मृज यज राज ब्राजा च शां शः इत्यनेन जलि परे पत्रं यज् युगतव्यत् अवश्च प्रश्च सूत्रेण पृष्टभ्रश्च सृजमृज यज राजभ्राज चषां सः सूत्रेण जकारस्थाने मुद्रणे शकारादेशः भवति. यश् युवतव्य सुनष्टुः इति सूत्रेण ठकारस्थाने ठकारः आगच्छति. यष्टव्यम् इति यष्टव्यः यष्टव्यं यष्टव्यः तदेव यज् युवतुमुन् प्रथमं षकार आदेशः वस्त्रभ्रष्टसूत्रेण तदनन्तरं सृणास्तुः इति कृत्वा यष्टुं यष्टुम् अस्ति. यज् योगतृच् अत्रापि समानकार्यमेव. यष्टृ यष्टा यष्टृ यष्ट्रि इति रूपम् अग्रेपि पठतु. वे धातवः अञ्ज् मृज्जु. अञ्ज् धातुः इदादिपक्षे अञ्ज् योगः इतव्य वर्णमेलमेव अञ्चितव्यम् एवमेव अञ्चितव्यम् अञ्चितव्यः अञ्चितव्या अञ्जि अञ्ज् योग इतुम् अञ्जितुम् अञ्ज् युव इतृ अञ्जितृ अञ्जिता अञ्जितृ अञ्जित्री इदादमः नास्ति चेत् अञ्ज् युवहातव्य प्रथमं चोहोकुः इति सूत्रेण जकारस्थाने गकारः आगच्छति. तव्य नश्च पदान्तश्च जलि इति सूत्रेण अनुस्वर मनुस्वरः भवति. खरिच इति सूत्रेण ककारस्थाने खकारः आगच्छति. अनुस्वरः ये परिसवर्ण इति सूत्रेण तदेव अञ्च् युगतुम् अङ्तृ अङ्ता अङ्क्त्रि अन्तृ मुजदापि वर्तामि भगिनि. पठतु भगिनि तदनन्तरम् अहं. मृज् धातुः मृजेर्वृद्धिः इत्यनेन मृद् धातोः इकः वृद्धिः भवति सारुधातुके च आर्तधातुक च तेयपरे. इदादिपक्षे मृज् युग इतव्य मृजेर्वृद्धि सूत्रेण मार्जि इति भवति. मार्जितव्यं मार्जितव्यः मार्जितव्यं मार्जितव्य तदामेव मृज् युग इतुं मृजवृद्धिः सूत्रेण वृद्धिभूत मार्जितुं मार्जि युग इतृ मार्जितृ मार्जिता माजितृ माजित्रि अनित् पक्षे अनितादिपक्षे मृज् युगतव्य मृजोर्वृत्तिः इत्येन गुणः भवति मार्ज् युगतव्य प्रश्च भ्रश्च सृज मृज यज मृज यज ज राज जय यज राजा ब्राजशांसः इति सूत्रेण मुद्दिन्यषकार तदनन्तरं स्टुनास्टुः बुट् अपि भवति माष्टव्यम् इति रूपं माष्टव्यः माष्टव्यं माष्टव्या तदेव मृज् युवतु ष्टुं माष्टृ माष्ट माष्टृ माष्ट्रै इति स्त्रीलिङ्गं मृजे मृजेर्वृद्धिः सूत्रं वदति मृज् धातोः इकः वृद्धिः भवति सारुधातुके च हरधातुके च प्रत्ययपदे अङ्गकार्यत्वात् प्रत्ययपदे अस्य एव स च प्रत्ययधातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्वधातुकं भवेदेव मृजे षष्ट्यन्तं वृद्धि प्रथमान्तं द्विप्रथमतं सूत्रम् इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्र इकः इत्यस्य षष्ट्यन्त अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं मृजेः अङ्गस्य एकः वृद्धिः अत्र भुजधातु इक्वर्णः अस्ति ट्रू इति इक्वर्णः सारधातुक वा आलधातुकप्रत्यये परे वृद्धिः भवति तदेव मार्च् इति रूपं भवति भव्या भगिनि वर्गे एकः प्रश्नः आगतः कथं जानीमः सार्वधातुक आर्धधातुकप्रत्ययपरे भवेत् मृजे वृद्धि अनेन तत्र मृज्धातोः तु पूर्वमेव पठितवन्तः खलु भगिनि तत्र तत्र किं सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा इति न उक्तम् अस्ति तर्हि यत्किमपि प्रत्ययः भवति मृज् अङ्गम् अस्ति चेदेव सार्वधातुकप्रत्ययपरे अङ्ग प्रत्ययः परः अस्ति इति अङ्गम् इति संज्ञा भवति आर्धातुकप्रत्ययः परे अस्ति चेदपि अङ्गम् इति संज्ञा भवति तदा यदि अङ्गसंज्ञा भवति तदा एव तस्य वृद्धिः भवति अङ्गस्य अधिकारः अस्ति अङ्गस्य इति अधिकारः तर्हि अङ्ग इत्येव अपेक्षा अस्ति सार्वधातुक आर्धातुक इति अपेक्षा नास्ति इति कृत्वा अभ्यर्थस्य भवति तथा सूत्रं किम् आसीत् भगिनि सन्ध्या भगिनी वर्गे उक्तवती त्रिदतिङ् इति अनेन धातो विहिता धातूना विहितप्रत्यय भवति तिङ् वा कृत् कृत् प्रत्ययः पुनः तेषां विभजनं भवति सार्वधातुक आर्धधातुक तिंश्चित् सार्वधातुकम् अनेन तो धातु मृज् धातु अस्ति अपि अङ्गस्य अधिकारः अस्ति अथ यः प्रत्ययः तेन सह विहितः भवति तत् सार्वधातुक वा आर्धधातुक कारणे कीर्ति दत्तं नास्ति सा किं तथैव तदेव अस्ति तदेव मया खलु तदनन्तरम् अत्र अष्टदि डाट् काम् मध्ये उक्तमस्ति यत्र कित् नित् नित् प्रत्ययः अस्ति नित् प्रत्ययाः सन्ति चेत् निति च इति सूत्रेण वृद्धिः अस्यपि निषेधः भवति इति सूत्रे उक्तमस्ति अत्रापि निषेधः भवति इति अस्तु भगिनि अहं पठामि वा तवर्गान्तदातवः तवर्गान्ताः तकारान्ताः च दातवः सर्वे सेटः ओ एव अस्तु एकाच् दकारान्तदातवः चतुर्दश दातवः आनीतः दकारान्तदातूनां चतुर्दशः दातवः अनितः एते सर्वे सामान्याः लघुपदाः चेत् सामान्यः लघुपदाः चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति सर्वेषां हल्सन्धिः भवति खरीच् इति सूत्रेण अस्तु तर्हि तकारान्तः तकारान्तः तु सर्वे हलन्तदातवः तु सामान्यतया सेटः इति पूर्वं पठितवन्तः. अत्र अस्माकम् आवल्यं तकारान्तः तकारान्तः इति अस्माभिः न पठिताः. तर्हि ते सर्वे सेटः इति कृत्वा एव वयं न पठितवन्तः. तर्हि दकारान्तानां विषये तु केवलं चतुर्दश धातवः अनिटः भवन्ति, सर्वे अन्ये सर्वे सेटः भवन्ति. तर्हि अनितां विषये किं भवति इत्युक्ते अत्र अत्र ये अनिट अनिदातवः सन्ति ते सर्वे सामान्याः सन्ति. यत्र लघुपद धातुः अस्ति चेत् पुगन्तलघुपदस्य चेति सूत्रेण गुणकार्यं भवति, अनन्तरं खरीचेतिनेन हल्सन्धिः अपि भवति. किमर्थं तव्यत् तृ तुमुन् तृच् इति तु तकारादिप्रत्ययाः सन्ति इति कृत्वा खरीचेत्यस्य अपि प्रसक्तिः प्राप्तिः भवति. अद्धतव्य खरीचेतिनेन अत्तव्य इति, अत्तव्यः अत्तव्या अत्तव्यमिति, पद् प्लस् तव्य खरीच पत्तव्य इति भवति, पत्तव्यः पत्तव्या पत्तव्यमिति. तथैव सद् प्लस् तव्यत् समानमस्ति, सत्तव्य सत्तव्य सत्तुं सत् सतृ इति भवति. षद् इत्यस्य शतव्य शत्तुं शत्र शत् तृ शतृ, हद् हत्तव्य हत्तुं हत् तृ, किद् प्लस् तव्यत् किद् इत्यस्य कित्तव्य कित्तुं पुगन्तलघुपदस्य क्षम्यताम् आमामां केतव्य पुगन्त इद् आमां लघुपदः अस्ति इति कृत्वा केतव्य के एकारः भवति, केतव्य केतुं केतृ इति. तथैव चिद् इत्यस्य चेतव्य चेतुं चेतृ, भिद् इत्यस्य भेत्तव्य भेत्तुं भित्र, विद् इत्यस्य वेत्तव्य वेत्तुं वेतृ, स्विद् इत्यस्य स्वेतव्य स्वेत् तुं स्वेत्र, क्षुद् इत्यस्य क्षोतव्य क्षोतुं क्षोत्र, तुद् इत्यस्य तोतव्य तोतुं तोत्र, नुद् इत्यस्य नोतव्य नोतुं नोत्र, स्कन्द इत्यस्य स्कन्तव्य. तत्र किं भवति तत्र जरोजरि सवर्णे इति भवति वा? कर्तव्यत् कर्तव्यत् झरोझरि इत्यनेन पूर्वतनसकारस्य लोपः भवति अल्परे अल्परे पूर्वतन तकारः अवशिष्यते खलु, एकः तकारः अवशिष्यते विकल्पेन. तदपि झरोझरि सवर्णे इति वैकल्पिकं सूत्रमस्ति. वैकल्पिक आम् आम् आं भगिनि इति कृत्वा किं भवति रूपद्वयं तत्र भवति, स्कन्तव्य भवति नो चेत् स्कन्तव्य इति भवति, स्कन्तुं भवति नो चेत् स्कन्तुम् इति भवति, क इन् तृ भवति नो चेत् क इन् तृ इति भवति. प्रष्टुमिच्छामि, मूलभूतप्रश्नः अस्ति, सार्वधातुकप्रत्ययविरागः किमर्थं न भवति सार्वधातुकप्रक्रियायां? सार्वधातुकप्रक्रियां किमर्थम् इडागमः न भवति? इडागमसूत्राणि के के सन्ति? आर्धधातुकस्य तत्र सर्वत्र आर्धधातुकस्य इति अनुवृत्तिः अपि अस्ति. अस्ति अस्तु, तत्रैव उक्तमस्ति. सार्वधातुकः अस्ति चेत् तत्र सामान्यतया तत्र किं भवति अस्माकं मध्ये वक्तव्यं किं तत्र सर्वत्र तु सार्वधातुकी इति अनुवृत्तिः भवति, कर्तरिषत् सार्वधातुकी इति तत्र सर्वत्र सार्वधातुकी इति. अत्र आर्धधातुकस्य यत्र वला इट् इति आगमः यत्र भवति तत्र सर्वत्र तु आर्धधातुकस्य इति अनुवृत्तिः. अस्तु धन्यवादः. दकारान्तद्वौ धातौ वेतौ क्लिप्स्यन् क्लिप् धातु इडादिपक्षे क्लिप् उक्तव्य पुगन्तलघुपद्यस्य च क्लेजितव्य क्लिग् इत्तुं पुगन्तलघुपद्यस्य च क्लेजितुं क्लिग् इ क्लिच् पुगन्तलघुपदस्य क्वेदित्र क्लेदिता इति भवति. क्लिद् धातु द्वौ धातौ दकारान्तधातव वेट् आवल्याम् अस्ति. क्लिद् स्यन्द् क्लिद् इति उपधायाम् अस्ति इकार, तस्य गुणः भवति पुगन्तलघुपदस्य अनेन. और् इडागमः अपि अस्ति इतव्य, तदनन्तरं वर्णमेलनं भवति. तु क्लिद् योग इत्तव्य, क्लेदितव्यं, क्लेदितव्या, क्लेदितव्यः, क्लिद् योग इत्तुं, तत्र अपि क्लेदितुं, क्लेद् क्लिद् योग इतृच् अत्र भवति, तत्र क्लेदितृ इति प्रातिपदिकं, क्लेदिता, क्लेदित्री, क्लेदित्र इति रूपाणि भवन्ति. अनिदादिपक्षे क्लिद् योगतव्यत् पुगन्तलघुपदस्य चनेन, क्लेद् योगतव्यत् खरि च अनेन, क्लेत्तव्यं क्लिद् योगत्वं पुगन्तलघुपदश्च, क्लेद् योगत्वं खरि च, क्लेत्तुं क्लिद् योग त्रिच् पुगन्तलघुपदश्च, क्लेद् योगत्रिच् खरि च क्लेता. इदानीं यत्र इदागमः न भवति तत्र हल् सन्धि भवति. प्रथमं अङ्गकार्यं भवति पुगन्तलघुपदस्य अनेन गुणं भूत्वा, तदनन्तरं खरी च अनेन झल् वर्णः अस्ति तस्य प्रथमवर्णः आगच्छति खरिपरे. तकार यदि प्रत्ययः तकारादिप्रत्ययः ते सर्वे खरी सन्ति, अतः तत्र तकार आगच्छति दकारस्य स्थाने. सो रूपं भवति क्लेद् योगतव्यत् क्रेतव्यं, क्रेतुं, क्रेता, क्रेत्री, क्रेतृ इत्यादि रूपाणि भवन्ति. स्यन्द् पठामि वा? स्यन् धातु इडादिपक्षे स्यन्द् योगतव्य इत्थम् इत्र स्यन्दितव्यं, स्यन्दितुं, स्यन्दिता इत् अत्र केवलं वर्णमेलनम् अस्ति. स्यन्द् योगतव्यं, स्यन्दित्वं, स्यन्दितव्यं, स्यन्दितुं, स्यन्दिता, स्यन्दित्री, स्यन्दित्र. अनिदादिपक्षे स्यन्द् योगतव्य पुनः खरि च अनेन दकारस्य तकारः भवति. सो स्यन्तव्यं, स्यन्तुं, स्यन्ता, स्यन्त्री, स्यन्त्र एतानि रूपाणि भवन्ति. एकाश् धकारान्तधातव कोऽपि अन्य पठेत् चलति. सिद् धातु अपि एकाश् धकारान्तधातु वयं जानीमः वेद् अस्ति. सिद् सिद् सिद् भवति सेधा इत्यस्य कोऽपि अन्य पठेत् इदानीं चल. एकाश् धकारान्तधातवः, दशधातवः अनिटः, एते सर्वे सामान्याः लघुपदाः चेत् पुगन्तलघुपदस्य च इत्यनेन कुडकार्यं भवति. सर्वेषां हल्सन्धिः भवति. झषश्चतुर्धोधः झलां झश् झषि इति सूत्राभ्याम्. झषश्चतुर्धोधः इत्यनेन प्रत्ययादौ त थ इत्यनयोः स्थाने धकारादेशो भवति. झष् उत्तरस्य तकार थकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा. तश्च थ च तथौ इतरेतर द्वन्द्वः तयोः तथोः तकारोत्तर अकारः उच्चारणार्थम् अस्ति. अग्रे धः इत्यस्य धकारोत्तर अकारः अपि तथा उच्चारणार्थं. न धा अधा नै तत्पुरुषः, तस्मात् अधः. झषः पञ्चम्यन्तं, तथोः षष्ट्यन्तं, ध प्रथमान्तम्, अधः पञ्चम्यन्तम्. अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं. झषः तथोः धः अधः. अत्र अस्तु. तदा झलां झष् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति. झलां स्थाने झषादेशो भवति झषि परे. स्थाने अन्तरतमः इत्यनेन झष् वर्णेषु वर्णनिर्धारणं. झलां षष्ट्यन्तं, झषः प्रथमान्तं, झषि सप्तम्यन्तं. त्रिपदमिदं सूत्रम्. झष् प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः. तयोर्यावचि तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं झलां झष् झषि संहितायाम्. अत्र उदाहरणमस्ति सिद्ध योगः तव्यत् पुगन्तलघुपदस्य च इत्यनेन सेद् भवति सेत् तव्य. धकारः झष् वर्णः अस्ति तस्य परे तकारः अस्ति तस्य तकारस्य धकारः भवति सेद् धव्य. अत्र झल् वर्णपरे झष् अस्ति इति कृत्वा झलां झष् झषि तेन प्रथमः सेद् मूर्धन्यधकारः दकारः भवति दन्त्यदकारः भवति सेद् धव्य इत्यनेन सेद्धव्यम् इति. तथैव सिद्ध तुमुन् प्रथमतया सेद् तुमुन् पश्चात् सेद् धुमुन् धुम् अन्तिमतया सेद् धुमुन् सेद् धुम् सेद् धुम् इति भवति. सिद् तृच् सेद् तृच् सेद् ध भवति सेद् धृ सेद् धृ सेद् धृ प्रातिपदिकं सेद् धा सेद् ध्री सेद् धृ इति रूपत्रयं. व्यद् तव्यत् सुमन्त्रश् तथैव भवति व्यद्धा व्यद्धुं व्यद्ध व्यध्र इति रूपत्रयं. क्रुद् इत्यत्र पुगन्तलघुपदस्य इत्यनेन क्रोध् भवति क्रोधतव्यत् क्रोध् धव्य धौ क्रोध् धौ क्रोद्धव्यत् क्रोद्धव्यः क्रोद्धव्या क्रोद्धव्यं क्रोद्धुं क्रोधृ क्रोद्धा क्रोध्री क्रोधृ क्षुद् बुध् युद् शुद्ध. अत्र सर्वत्र पुगन्तलघुपदस्य इत्यनेन ओकारः आगच्छति क्षोध् बोध् योध् शुद्ध शोध् क्षुद् क्षोध् तद् क्षोद्धव्य क्षोद्धुं क्षोध्र बोद्धव्य बोद्धुं बोध्र योद्धव्य योद्धुं योध्र शोद्धव्य शोद्धुं शोध्र राधतव्यत् राधव्य राधव्य राधव्य राधुं राध्र साधपि साधव्य साधुं साध्र बन्धव्यत् बन्धध भवति बन्धध इति भवति बन्धव्य बन्धुं बन्ध्र इति रूपसिद्धिः. भगवानी एतावत् न कृतम् एतत् न कृतम् इति मन्ये केवलं सूत्रं पठितवन्तः स्मरणे नास्ति. अस्तु तत्र पर्यन्तम् अस्तु भगिनि भवती समीचीनं कृतवती बस् तर्हि किं करणीयं भवान् भगिनि भवन्तः यदि अभ्यासं किमपि वक्तुं कर्तुम् इच्छन्ति चेत् कुर्वन्तु मया किन्तु मया गन्तव्यं विराममः भगिनि मयापि गन्तव्यं भवतः भगिनि. सर्वेभ्यः धन्यवादाः शुभरात्रिः च शुभरात्रिः धन्यवादः धन्यवादः सर्वेषां.